पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 15 शौनक उवाच कथयस्व महाभागमाहात्म्यं पापनाशनम् एकादश्या फलं किं वा किल्बिषं स्यादकुर्वतः सूद उवाच एकादश्यास्तु माहात्म्यं किमहं वच्मि साम्प्रतं श्रुत्वा चैकादशी नाम यमदूताश्च शङ्किताः भवन्ति नात्र सन्देहो सर्वप्राणिभयङ्कराः व्रतानां चैव सर्वेषां श्रेष्ठां चैकादशीं शुभाम् उपोष्य जागृयाद्विष्णो कुर्याच्च मण्डनं महद तुलसीदलैस्तु यो मर्त्यो हरिपूजां करोति वै दलेनैकेन लभते कोटियज्ञफलं द्विज अगम्यागमने चैव यत्पापं समुदाहृतम् तत्पापं व्याधिविलयं चैकादश्यामुपोषणाद कृतपूर्णं प्रदीपं यो दद्याद्विष्णुदिने द्विज अन्ते विष्णुपुरं व्याधि तमो हत्वा स्वतेजसा धन्या जनपदास्ते वै धन्यः स च महीपतिः अरेर्दिने यस्य राज्ये चैकादश्या महोत्सवः नारायणस्य शयने पार्श्वस्य परिवर्तने विशेषेण प्रबोधिन्या निराहारा भवन्ति ये मदन्तिकं नानयध्वं प्राणिनः पुण्यभागिनः अहर्निशं पितृपदिः समादिशदि दूतकान् एकादशी जगन्नाथ वल्लभा पुण्यवर्धिनी विष्णोर्देहं दोहत्येव तस्यामन्नस्य भक्षणे तेषां दिग्जीवनं सम्पद्भिः सौन्दर्यं च वर्धनम् यन्नमश्नन्ति पापिष्टाश्चैकादश्यां हि विद्भुजः एकादश्यां द्विजश्रेष्ठभुक्तिमाश्रित्य केवलं बहूनि विविधान्येव तिष्ठन्ति दुरितानि च अमावास्यां यथा स्त्रीणां सङ्गमे कलुषं मगद एकादश्यां तथैवान्नभक्षणे वृजिनं भवेद् रोगिणश्च तथा कञ्च काससोदरकुष्ठकाः भवन्ति प्राणिनस्ते वै तस्यामन्नस्य भक्षणे ग्रामशूकरतां व्यान्ति दारिद्र्यं च प्रयाति वै राजबद्धा द्विजश्रेष्ठ तस्यामन्नस्य भक्षणे संसारे यानि पापानि तानि विप्रहरेर्दिने भुक्तिमाश्रित्य तिष्ठन्ति जलभक्षणमाज्ञया कुर्वतां सर्वपापानि नरकान्निष्कृतिर्भवेत् न निष्कृतिर्भवेन्नृणां भुञ्जतां च हरेर्दिने नरा यावन्ति चान्नानि भुञ्जते च हरेर्दिने प्रत्यन्नं च ब्रह्महत्या कोटिजं वृजिनं भवेद् पुनर्वच्मि पुनर्वच्मि श्रूयतां श्रूयतां नराः न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने गङ्गादिषु च तीर्थेषु स्नात्वा यद्फलमाप्यते चन्द्रसूर्योपरागे च चैकादश्यामुपोषितः अर्चित्वोत्पलमालाभिस्तस्यां च कमलापदिम् विधिवत्पारणं कृत्वा नमादो गर्भभाजनम् एकादश्यां हरेर्गेहे करोति मण्डनं द्विज परमां गतिमासाद्य तिष्ठेद्विष्णुनिकेतने एकादशीं समासाद्य निराहारा भवन्ति ये तेषां विष्णुपुरे शश्वन्निवासोऽपि न संशयः तुलसीभक्तिसंलीनं मनो येषां विराजते ते यान्ति परमं विष्णोस्थानमेव न संशयः परद्रव्येष्वभिरुचिर्येषां चैव न विद्यते सन्तुष्टमनसो येऽपि तेषां विष्णुपुरं ध्रुवं दुर्भिक्षकालमासाद्य प्राणिभ्यो ये नरोत्तमाः ददत्यन्नं हरेः सत्म तेषां चैव न संशयः गवां द्विजानां त्राणाय स्वामिनो योषितस्तथा प्राणान्मुञ्चन्ति ये मर्त्यास्तेषां विष्णुपुरं ध्रुवम् प्राणिभिर्दशमी विद्धा न चोपोष्या कदाचन परिहार्यं द्विजश्रेष्ठ दुर्जनस्यान्तिकं यथा अरुणोदयवेलायां दशमी सङ्गदा यदि तत्रोपोष्या द्वादशी स्यात् त्रयोदश्यां तु पारणम् दशमी शेषसंयुक्तो यदि स्यादरुणोदयः वैष्णवेन न कर्तव्यं तद्दिनैकादशी व्रतं चतस्रो कटिका प्रादररुणोदय उच्यते यदीनां स्नानकालोऽयं गङ्गाभः सदृशस्मृतः अरुणोदयकाले तु दशमी यदि दृश्यते न तत्रैकादशी कार्या धर्मकामार्थनाशिनी स्वल्पां च दशमी विद्धां त्यजेदेकादशीं बुधः सुराबिन्दोस्तु सम्पर्कात् कृतकुम्भं त्यजेद्यथा सम्पूर्णैकादशी यत्र द्वादश्यां पुनरेव सा उत्तरा यधिभिक्कार्या पूर्वामुपवस्येत् गृही एकादशी कला यत्र द्वादशी परतो न चेत् तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् एकादशी विलुप्ता चेत् परतो द्वादशी युधा उपोष्या द्वादशी पूर्णा यदि चेत् परमां गतिं सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा सर्वैरेवोत्तरा कार्या परदो द्वादशी यदि एकादशी व्रते येषां मनः संलीयते नृणां तेषां स्वर्गो हि वासोऽध यान्दिते सदनं हरेः एकादश्याः परं नास्ति परलोकस्य साम्प्रतं बहुपापसमायुक्तकरोति हरिवासरं सर्वपापविनिर्मुक्तः सयादि हरिमन्दिरम् पतिसहिताया योषित् करोति हरिवासरं सुपुत्रा स्वामिसुभगा यादि प्रेत्य हरेर्गृहम् यो यच्छति हरेरग्रे प्रदीपं भक्तिभावतः हरेर्दिनेर्द्विजश्रेष्ठ पुण्यसङ्ख्या न विद्यते याङ्गना भर्तृसहिता कुरुदे जागरं हरेः हरेर्निकेतने तिष्ठे चिरं पत्या सह द्विज यत्किञ्चिद्धरये वस्तु भक्त्या यच्छति यो द्विज हरेर्दिने तस्य पुण्यमक्षयं चैव सर्वदा पुरासि त्वल्लभो नाम्ना नगरे काञ्चनाह्वये धनेन पुष्कलेनापि राजते स धनेश्वरः तस्य प्रिया महारूपा नाम्ना हेमप्रभाद्विज गरीयान् मुखरस्तत्र बाधते च कलेर्गुणः सा सदा कलहं कुर्यात् पत्या सह तपोधन शश्वद्गुरुजनान् कामं भत्सनान्यी च भाषया पाकपात्रे सदा स्नीयाद्गुप्ता सैकान्तिके मला उच्छिष्टं गुरुजनेभ्यश्च दद्याद्वायि प्रतिवासरं जारे सदा स्थितं चित्तमहं साध्वीति सा वदेद स्वामिन कलहैर्ब्रह्मन्मनोद्वेगकरा सदा एकदा चाकदां दृष्ट्वा चकारभर्सनां च तां भर्ता तस्या प्रहारं च सर्वपापयुधां द्विज सैव रोषसमायुक्ता गदा शून्यगृहे तु वै सुप्ता ज्ञाता स्थिता कस्मिन् जलान्नं न चखादः दैवात्तत्र दिने विष्णो पार्श्वस्य परिवर्तनम् एकादशी व्रतं विप्र सर्वपापप्रणाशनम् तदप्रभादे रजनी द्वादशी श्रवणान्विता आगदा तत्र सा नारी रोषनिर्भरमानसा निराहारौ कृतौ द्वौ च निर्मला सा बभूवः रात्रौ च पञ्चदां यादा जयन्ती वासरे द्विज यमाज्ञया ततो दूदा आगतास्तां तथाविधां नेदुं भयङ्करास्ते च पाश्यमुद्गरबाणयः बद्ध्वा नेदुं मनश्चक्रे कृतान्तसदनं यदा तदा गदा विष्णुदूता शङ्खचक्रगदाधराः चित्वा पाशं तदो दिव्ये स्यन्दने तां गदैनसं ते वै चारोहयामासु निर्मलां भवनं हरेः गदातैर्वेष्टिदा साध दुर्लभं निर्जरैः शुभम् विष्णोर्दिवसमाहात्म्यं कथितं ते द्विजर्षभ अनिच्छयापि ह्यः कुर्यात् स यादि हरिमन्दिरम् एकादश्यादिने मर्त्यो दीपं दातुं हरेर्गृहे गच्छेत् प्रतिपदं सोऽपि चाश्वमेध फलाधिकम् शृण्वन्ति च पुराणानि पठन्ति च हरेर्दिने प्रत्यक्षरं लभन्ते ते कपिलादानजं फलम् इति श्रीपद्मे महापुराणे सूदशौनकसंवादे ब्रह्मखण्डे हरिवासरमाहात्म्यकथनं नाम पञ्चदशोऽध्यायः ओ oh.